वणादिकोशः चतुर्दः पादः 518 पुरः कुशन् पुरः कुशन् पुरः कुशन् पुरः कुशन् पुरः कुशन् पुरः कुशन् पुरः कुशन् पुरः कुशन् पुरः कुशन् पुरः कुशन् पुरः कुशन् पुरः कुशन् पुरः कुशन् प्रु नहि कलिभ्य उषच् प्रु नहि कलिभ्य उषच् प्रु नहि कलिभ्य उषच् प्रु नहि कलिभ्य उषच् प्रु नहि कलिभ्य उषच् प्रु नहि कलिभ्य उषच् प्रु नहि कलिभ्य उषच् पीये रोशन् पीये रोशन् पीये रोशन् पीये रोशन् पीये हे ओशन् पीये हे ओशन् पीये हे ओशन् पीये हे ओशन् पीये रोशन् पीये रोशन् मस्जेर् नुं च मस्जेर् नुं च मस्जेर् नुं च मस्जेर् नुं च मस्जे हे नुं च मस्जे हे नुं च मस्जे हे नुं च मस्जे हे नुं च मस्जे हे नुं च मस्जे हे नुं च मस्जे हे नुं च मस्जे हे नुं च मस्जेर् नुं च मस्जेर् नुं च गण्डेश्च गण्डेश्च गण्डेश्च गण्डेश्च गण्डे हे च गण्डे हे च गण्डे हे च गण्डेश्च गण्डेश्च अर्तेररुः अर्तेररुः अर्तेररुः अर्तेररुः अर्तेररुः अर्तेररुः अर्ते हे अरुः अर्ते हे अरुः अर्ते हे अरुः कोटः किच्च कोटः किच्च कोटः किच्च कोटः किच्च कोटः कित् च कोटः कित् च सेकादिभ्यो अटन् सेकादिभ्यो अटन् सेकादिभ्यो अटन् सेकादिभ्यो अटन् सेकादिभ्यः अटन् सेकादिभ्यः अटन् सेकादिभ्यः अटन् सेकादिभ्यः अटन् सेकादिभ्यः अटन् सेकादिभ्यः अटन् सेकादिभ्यः अटन् क्रु कदि कडि कटिभ्यो अम्बच् क्रु कदि कडि कटिभ्यो अम्बच् क्रु कदि कडि कटिभ्यो अम्बच् क्रु कदि कडि कटिभ्यो अम्बच् क्रु कदि कडि कटिभ्यो अम्बच् क्रु कदि कडि कटिभ्यो अम्बच् क्रु कदि कडि कटिभ्यो अम्बच् कदिर्णित् पक्षिणी कदिर्णित् पक्षिणी कदिर्णित् पक्षिणी कदिर्णित् पक्षिणी कदे हे णित् पक्षिणी कदे हे णित् पक्षिणी कदे हे णित् पक्षिणी कदे हे णित् पक्षिणी कुणि पुल्योः किन्दच् कुणि पुल्योः किन्दच् कुणि पुल्योः किन्दच् कुणि पुल्योः किन्दच् कुणि पुल्योः किन्दच् कुणि पुल्योः किन्दच् कुपेर्वा वश्च कुपेर्वा वश्च कुपेर्वा वश्च कुपे हे वा वः च कुपे हे वा वः च कुपे हे वा वः च कुपे हे वा वः च कुपे हे वा वः च कुपेर्वा वश्च कुपेर्वा वश्च नौ षञ्जे हे घतिन् नौ षञ्जे हे घतिन् नौ षञ्जे हे घतिन् नौ षञ्जे हे घतिन् नौ षञ्झेर्घतिन् नौ षञ्झेर् नौ षञ्झेर्घतिन् नौ षञ्झेर्घतिन् नौ षञ्झेर्घतिन् नौ षञ्जे हे घतिन् नौ षञ्जे हे घतिन् उद्यर्तेश्चित् उद्यर्तेश्चित् उद्यर्तेश्चित् उद्यर्तेश्चित् उद्यर्तेश्चित् उदि अर्ते हे चित् उदी अर्ते हे चित् उदी अर्ते हे चित् सर्तेर्णिच्च सर्तेर्णिच्च सर्तेर्णिच्च सर्ते हे णित् च सर्ते हे णित् च सर्ते हे णित् च सर्ते हे णित् च खर्जी पिञ्जादिभ्यः ऊरोलचौ खर्जी पिञ्जादिभ्यः ऊरोलचौ खर्जी पिञ्जादिभ्यः ऊरोलचौ खर्जी पिञ्जादिभ्यः ऊरोलचौ खर्जी पिञ्जादिभ्यः ऊरोलचौ खर्जी पिञ्जादिभ्यः ऊरोलचौ खर्जी पिञ्जादिभ्यः ऊरोलचौ कुवश्चट् दीर्घश्च कुवश्चट् दीर्घश्च कुवश्चट् दीर्घश्च कुवश्चट् दीर्घश्च कुवश्चट् दीर्घश्च कुवः चट् दीर्घः च कुवः चट् दीर्घः च कुवः चट् दीर्घः च कुवः चट् दीर्घः च समीयणः समीयणः समीयणः समीयणः समीयणः समीणः समीणः समीणः समीयणः समीयणः शिवेष्टे रोच शिवेष्टे रोच शिवे हे टेहे ऊ च शिवे हे टेहे ऊ च शिवे हे टेहे ऊ च शिवे हे टेहे ऊ च शिवेष्टे रोच शिवेष्टे रोच शिवेष्टे रोच सिमेर्बन् सिमेर्बन् सिमेर्बन् सिमे हे बन् सिमे हे बन् सिमे हे बन् सिमेर्बन् सिमेर्बन् सिमेर्बन् सिमे हे बन् सिमे हे बन् सिमेर्बन् उल्बादयश्च उल्बादयश्च उल्बादयश्च उल्बादयः च उल्बादयः च उल्बादयः च उल्बादयश्च उल्बादयश्च स्तः स्थो अम्ब जवकौ स्तः स्थो अम्ब जवकौ स्तः स्थो अम्ब जवकौ स्तः स्थो अम्ब जवकौ स्तः स्थो अम्ब जवकौ स्तः स्तोम्ब जवकौ स्तः स्तः स्तः स्तोम्ब जवकौ स्तः स्तोम्ब जवकौ स्तः स्तोम्ब जवकौ स्तः स्तोम्ब जवकौ सा सिपिभ्यां ददनौ सा सिपिभ्यां ददनौ सा सिपिभ्यां ददनौ सा सिपिभ्यां ददनौ सा सिपिभ्यां ददनौ सा सिपिभ्यां ददनौ सा सिपिभ्यां ददनौ अब्दादयश्च अब्दादयः च अब्दादयः च अब्दादयः च अब्दादयश्च अब्दादयश्च अब्दादयश्च अब्दादयश्च वलीमली तनिभ्यः कयन् वलीमली तनिभ्यः कयन् वलीमली तनिभ्यः कयन् वलीमली तनिभ्यः कयन् वलीमली तनिभ्यः कयन् वलीमली तनिभ्यः कयन् वलीमली तनिभ्यः कयन् वलीमली तनिभ्यः कयन् वलीमली तनिभ्यः कयन् वलीमली तनिभ्यः कयन् वृह्रोः शुक् दुकौ च वृह्रोः शुक् दुकौ च वृह्रोः शुक् दुकौ च वृह्रोः शुक् दुकौ च वृह्रोः शुक् दुकौ च वृह्रोः शुक् दुकौ च वृह्रोः शुक् दुकौ च वृह्रोः शुक् दुकौ च वृह्रोः शुक् दुकौ च वृह्रोः शुक् दुकौ च वृह्रोः शुक् दुकौ च वृह्रोः शुक् दुकौ च जत्रवादयश्च जत्रवादयश्च जत्रवादयश्च जत्रवादयश्च जत्रवादयश्च जत्रवादयश्च जत्रवादयश्च जत्रवादयश्च रोसातिभ्यां कृन् रोसातिभ्यां कृन् रोसातिभ्यां कृन् रोसातिभ्यां कृन् रोसातिभ्यां कृन् जनी जनी दा च्यु सृवृ मदि शमी नमी भ्रूभ्य इत्वन् त्वन् लण् क्निन् सिक् स्यड् स्यढ डटा टचः सिक् स्यढ डटा टचः सिक् स्यढ डटा टचः सिक् स्यढ डटा टचः सिक् स्यढ डटा टचः सिक् स्यढ डटा टचः सिक् स्यढ डटा टचः इत्वन् त्वन् लण् क्निन् इत्वन् त्वन् लण् क्निन् इत्वन् त्वन् लण् क्निन् इत्वन् त्वन् लण् क्निन् सिक् स्यढ डटा टचः जनि द च्यु जनि द च्यु सृ वृ मदि शमि नमि भृभ्य इत्वन् त्वन् लण् क्निन् सिकि स्यढ डटा टचः सिक् स्यढ डटा टचः इत्वन् त्वन् लण् क्निन् इत्वन् त्वन् लण् क्निन् सिक् स्यढ डटा टचः इत्वन् त्वन् लण् क्निन् सिक् स्यढ डटा च टच् डटा टचः इत्वन् त्वन् लण् क्निन् सिक् स्यढ डटा टचः जनि द च्यु सृ वृ मदि शमि नमि भृभ्य इत्वन् त्वन् लण् क्निन् सिक् स्यढ डटा टचः जनि द च्यु सृ वृ मदि शमि नमि भृभ्य इत्वन् त्वन् लण् क्निन् सिक् स्यढ डटा टचः जनि द च्यु सृ वृ मदि शमि नमि भृभ्य इत्वन् त्वन् लण् क्निन् सिक् स्यढ डटा टचः अन्येभ्यो अपि दृश्यते अन्येभ्यो अपि दृश्यते अन्येभ्यो अपि दृश्यते अन्येभ्यो अपि दृश्यते कुसेरुरुं भो मे देताः कुसेः उम्भो मे देताः कुसेः उम्भो मे देताः कुसेरुम्भो मे देताः कुसेरुम्भो मे देताः कुसेरुम्भो मे देताः अन्येभ्यो अपि दृश्यते अन्येभ्यो अपि दृश्यते अन्येभ्यो अपि दृश्यते कुसेरुरुम्भो मे देताः कुसेरुरुम्भो कुसेरुम्भो मे देताः कुसेरुम्भो मे देताः